पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 33 भीष्म उवाच मार्कण्डेयेन वैरामकथमत्र प्रबोधितः कथं समागमो भूदकस्मिन् काले कदा मुने मार्कण्डेयः कस्य सुधः कथं जादो महातपः नाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने पुलस्त्य उवाच अथ ते सम्प्रवक्ष्यामि मार्कण्डेयोद्भवं पुनः पुरा कल्पे मुनिपूर्वं मृकण्डुर्नामविश्रुतः भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपः तस्य पुत्रस्तदा जातो वसतस्तु वनान्तरे स पञ्चवार्षिको भूतो बाल एव गुणाधिकः ज्ञानिना स तदा दृष्टो भ्रमन् बालस्तदाङ्गणे स्थित्वा स सुचिरं कालं भाव्यर्थं प्रत्यबुध्यत तस्य पित्रा स वै पृष्ठ कियदायुः सुदस्य मे संख्याया चक्ष्ववर्षाणि तस्याल्पान्यधिकानि वा मृकण्डुनैव मुक्तस्तु सज्ञानी वाक्यमब्रवीत् षण्मासमायुपुत्रस्य धात्रा सृष्टिं मुनीश्वर नैव शोकस्त्वया कार्यः सत्यमेददुदाहृतं स तच्छ्रुत्वा वचो भीष्मज्ञानिना यदुदाहृतम् अधोपनयनं चक्रे बालकस्य पिता तदा आह चैनं पिता पुत्रमृषीं स्त्वमभिवादय एवमुक्तः स वै पित्रा प्रहृष्टश्चाभिवादने नवर्णवर्णतां वेत्ति सर्ववर्णाभिवादनः पञ्च मासास्त्वदिक्रान्ता दिवसाः पञ्चविंशतिः मार्गेणाथ समायादा ऋषयस्तत्र सप्त वै बालेन तेन ते दृष्टा सर्वे चाप्यभिवादिताः आयुष्मान् भवतैरुक्तः स बालो दण्डमेखली उक्त्वैवं ते पुनर्बालमपश्यन् क्षीणजीवितम् दिनानि पञ्च तस्यायुर्ज्ञात्वा भीताश्च ते नृप तं गृहीत्वा बालकं च गतास्ते ब्रह्मणोऽन्तिकम् प्रतिमुच्य च तं राजन् प्रणिपेदुः पितामहम् अयमावेदितस्तैस्तु तेन ब्रह्माभिवादितः चिरायुर्ब्रह्मणा बालप्रोक्तः स ऋषिसन्निधौ ततस्ते मुनयः प्रीता श्रुत्वा वाक्यम् पितामहात् पितामह ऋषीन् दृष्ट्वा प्रोवाच विस्मयान्विदः कार्येण येन चायाध कोऽयं बालो निवेद्यताम् ततस्तऋषयो राजन् सर्वं तस्मै न्यवेदयन् पुत्रो मृकण्डोः क्षीणायुस्सायुषं कुरु बालकम् अल्पायुषत्वस्य मुनिर्बध्वे मां च चापि मेखलां यज्ञोपवीतं दण्डं च दत्त्वा चैनमबोधयद। यं कञ्चित् पश्यसे बालभ्रमं तं भूदले जनं तस्याभिवादकर्तव्य एवमाह पिता वचः। अभिवादनशीलोऽयं क्षिदौ दृष्टः परिभ्रमन् तीर्थयात्राप्रसङ्गेन दैवयोगात् पितामह। चिरायुर्भवपुत्रेदि प्रोक्तोऽसौ तत्र बालकः कथं वजो भवेत् सत्यमस्माकं भवता सह। एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः हृदवाक्यादियं भूमिः संस्थिता सर्वतो भया। ब्रह्मोवाच मत्समश्चायुषा बालो मार्कण्डेयो भविष्यति कल्पस्यादौ तथां चान्दे मदो मे मुनिसत्तमः। एवं ते मुनयो बालं ब्रह्मलोके पितामहाद संसाध्य प्रशयामासुर्भूयोऽप्येनं धरातलम्। तीर्थयात्रां गदा विप्रा मार्कं डेयो निजं गृहं जगामतेषु यादेषु पितरं स्वमधाब्रवीद। ब्रह्मलोकमहं नीदो मुनिभिर्ब्रह्मवादिभिः दीर्घायुश्च कृतश्चास्मि वरान् दत्त्वा विसर्जितः। एतदन्यच्च मे दत्तं गदं चिन्ताकरं तव कल्पस्यादौ तथा चान्दे भविष्ये समनन्तरे। लोककर्तुर्ब्रह्मणोऽहं प्रसादातस्य वैविदः पुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यदः। तत्राहं देवदेवेशमुपासिष्ये पितामहं सर्वकामावाप्तिकरं सर्वाराधिनिबर्हणम्। सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणं ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम्। मार्कं डेयवच श्रुत्वा मृकण्डुर्मुनिसत्तमः जगामपरमं हर्षं क्षणमेकं समुच्छ्वसन् धैर्यं सुमनस्सास्थाय इदं वचनमब्रवीद। अद्य मे सफलं जन्म जीवितं च सुजीवितम्। सर्वस्य जगदां स्रष्टा येन दृष्टः पितामहः त्वया दायादवानस्मि पुत्रेण वंशधारिणा। त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहं दृष्टे तस्मिन् जगन्नाथे न जरा मृत्युरेव च। नृणां भवति सौख्यानि तथैश्वर्यं तपोक्षयं त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च पुष्कराणि तथा त्रीणि न विद्मस्तत्र कारणं कनीयां सम्मध्यमं च तृतीयं ज्येष्ठपुष्करम्। शृङ्गशब्दाभिधानानि शुभप्रस्रवणानि च ब्रह्मा विष्णुस्तथा रुद्रो नित्यं सन्निहिदास्त्रयः। पुष्करेषु महाराजा नाथपुण्यतमं भुवि विरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम् ब्रह्मलोकस्य पन्थानं धन्या पश्यन्ति पुष्करं यस्तु वर्षशतं साग्रमग्निहोत्रमुपासते कार्तिकीं वा वसेदेकां पुष्करे सममेव च कर्तुं मया न शकितं कर्मणा नैव साधितम् तद यत्नात्त्वया ताद मृत्युः सर्वहरोजितः तत्र दृष्टः स देवेश्यो ब्रह्मा लोकपितामहः नान्यो मर्त्यस्त्वया तुल्यो भविदा जगदीतले अहं वै तोषितो येन पञ्चवार्षिकजन्मना वरेण त्वं मदीयेन उपमां चिरजीविनां गमिष्यसि न सन्देहस्तथाशीर्वचनं मम एवं वदन्ति ते सर्वे व्रज लोकान्यधेप्सितान् एवं लब्धप्रसादेन मृकण्डुतनयेन च आश्रमस्थापितस्तेन मार्कण्डाश्रम इत्युत तत्र स्नात्वा शुचिर्भूत्वा वाजपेयफलं लभेद सर्वपापविशुद्धात्मा चिरायुर्जायते नरः पुलस्त्य उवाच तधान्यं ते प्रवक्ष्यामि इतिहासं पुरातनं यथा रामेण वैतीर्थं पुष्करं तु विनिर्मितम् चित्रकूटात् पुरा रामो मैथिल्याल्लक्ष्मणेन च अत्रैराश्रममासाद्य पप्रच्छ मुनिसत्तमम् राम उवाच कानि पुण्यानि तीर्थानि किं वा क्षेत्रं महामुने यत्र गत्वा नरो योगिन्वियोगं सह बन्धुभिः नैव प्राप्नोति भगवन्तन्ममाचक्ष्व सुव्रत अनेन वनवासेन राज्ञस्तु मरणेन च भरतस्य वियोगेन परितप्येह्यहं त्रिभिः तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा ध्यात्वा च सुचिरं कालमिदं वचनमब्रवीत् अत्रिरुवाच साधु पृष्टं त्वया वीररघूणां वंशवर्धन मम पित्रा कृतं तीर्थं पुष्करं नाम विश्रुतं पर्वतौ द्वौ च विख्यातौ मर्यादा यज्ञपर्वतौ कुण्ठत्रयं तयोर्मध्ये ज्येष्ठमध्यकनिष्ठकम् तेषु गत्वा दशरथं पिण्डदानेन तर्पय तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम् अवियोगा च सुरसा वापि रघुकुलोद्वह तथा सौभाग्यकूपोऽन्यसुजलो रघुनन्दन तेषु पिण्डप्रदानेन पितरो मोक्षमवाप्नुयुः आभूतसम्प्लवं कालमेददाः पितामहः तत्र राघव गच्छस्व भूयोऽप्यागमनं क्रिया तथेदि चोक्त्वा रामोऽपि गमनाय मनो दधे ऋक्षवन्तमभिक्रम्य नगरं वैदिशं तथा चर्मण्वदीं समुत्तीर्य प्राप्तोऽसौ यज्ञपर्वतम् तमधिक्रम्य वेगेन मध्यमे पुष्करे स्थितः पितृन् सन्तर्पयामास अद्भिर्देवांश्च सर्वशः। स्नानावसाने रामेण मार्कण्डो मुनिपुङ्गवः आगच्छन् शिष्यः संयुक्तो दृष्टस्तत्रैव धीमता। गत्वा वै सम्मुखं तस्य प्रणिपत्य च सादरं पृष्ठो वियो गधकूपकदमस्यां दिशि प्रभो। सुतो दशरथस्याकं रामो नाम जनैस्मृतः सौभाग्यवापीं तां द्रष्टुमहं प्राप्तो त्रिशासनाद्। तस्थानं तौ च वैकूपौ भगवान् प्रब्रवीदु मे एवमुक्तश्च रामेण मार्कण्डः प्रत्युवाचः। मार्कण्डेय उवाच साधुराघवभद्रं ते सुकृतं भवदा कृतं तीर्थयात्राप्रसङ्गेन यत्प्राप्तोऽसीक साम्प्रतम् ये ह्यागच्छस्व पश्यस्व वापीं तामवियोगताम् अवियोगश्च सर्वैश्च कूप एवात्र जायते। आमुष्मिके चैहिके च जीवतोऽपि मृतस्य वा यदद्वाक्यं मुनीन्द्रस्य श्रुत्वा लक्ष्मणपूर्वजः सस्मार रामो राजानं तदा दशरथं नृप भरतं सह शत्रुघ्नं भ्रातॄनन्यांश्च नागरान्। एवं चिन्तयतस्तस्य सन्ध्याकालो व्यजायत उपास्य पश्चिमां सन्ध्यां मुनिभिः सह राघवः। सुष्वापतां निशां तत्र भ्रातृभार्यासमन्वितः विभावर्यवसाने दुःस्वप्नान्ते रघुनन्दनः। पित्रा मात्रा तथा चान्यैरयोध्यायां स्थितः किल विवाहमङ्गले वृत्ते बहुभिर्बान्धवैः सह। समासीनः स भार्यो सा वृषिभिः परिवारितः लक्ष्मणे नाप्येवमेव दृष्टोऽसौ सीतया तथा प्रभादे दुमुनीनां तत्सर्वमेव प्रकीर्तितम् ऋषिभिश्च तदेत्युक्तः सत्यमे दद्रकूत्तम। मृतस्य दर्शने श्राद्धं कार्यमावश्यकं स्मृतं वृद्धिकामास्तु पितरस्तथा चैवान्नकाङ्क्षिणः। ददन्ति दर्शनं स्वप्ने भक्तियुक्तस्य राघव अवियोगस्तु ते भ्रात्रा पित्रा च भरतेन च। चतुर्दशानां वर्षाणां भविता राघवध्रुवं कुरुश्राद्धं तथा वीर राज्ञो दशरथस्य च। अमी च ऋषय सर्वे तव भक्ता कृतक्षणाः अहं च जमदग्निश्च भारद्वाजश्च लोमशः देवराधशमीकश्च षटे देवै द्विजोत्तमाः श्राद्धे च दे महाबाहो संभारांस्त्वमुपाहर। मुख्यं चेङ्गुदिपिण्याकं बदरामलकैसः श्रीफलानि जपक्वानि मूलं चोच्चावचं बहु। मार्गेण चाधमांसेन धान्येन विविधेन च तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत। पुष्करारण्यमासाद्य नियदो नियदाशनः पितृं स्तर्पयदे यस्तु सोऽश्वमेधमवाप्नुयाद स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम् इत्युक्त्वा ते गदा सर्वे मुनयो राघवं नृप लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगं शुद्धे क्षणं च शशकं कृष्णशाकं तथा मधु जम्बीराणि च मुख्यानि मूलानि विविधानि च पक्वानि च कपिद्धानि फलान्यन्यानि यानि च तान्या हरस्व वैश्राद्धे क्षिप्रमेवास्तु लक्ष्मण तथा तत्कृतवान् सर्वं रामादेशाच्च राघवः बदरेङ्गुदिशाकानि मूलानि विविधानि च तत्रा हृत्यज रामेण कूडाकारकृतो महान् परिपक्वं च जानक्या सिद्धं रामे निवेदितं स्नात्वा रामो योगवाप्यां मुनीं स्थाननुपालयन् मध्याह्नाच्चलिदे सूर्ये काले कुतपके तथा आयाता ऋषयः सर्वे ये रामेणानुमन्त्रिताः तानागदान्मुनीन् दृष्ट्वा वैदेही जनकात्मजा रामान्तिकं परित्यज्य व्रीडितान्यत्र संस्थिता विस्मयोद्भुल्लनयना चिन्तयाना च वेपती ब्राह्मणानेह जानन्ति श्राद्धकाले ह्युपस्थिताः रामेण भोजिता विप्रा स्मृत्युक्तेन यथाविधि वैदिक्यश्च कृता सर्वा सत्क्रिया या समीरिताः पुराणोक्तो विधिश्चैव वैश्वदेविकपूर्वकः भुक्तवत्सु च विप्रेषु दत्त्वा पिण्डान्यथा क्रमम् प्रेषितेषु यथाशक्ति दत्त्वा तेषु च दक्षिणां गतेषु विप्रमुख्येषु प्रियां रामो ब्रवीदिदम् किमर्थं सुभ्रुनष्टासि मुनीन् दृष्ट्वा त्विहागतान् तत्सर्वं त्वमिदं तत्त्वं कारणं वदमाचिरं भवितव्यं कारणेन तच्च गोप्यं न मे कुरु शापितासि मम प्राणैर्लक्ष्मणस्य शुचिस्मिते एवमुक्ता तदा भर्त्रात्रपया वाङ्मुखी स्थिता विमुञ्चन्ती साश्रुपातं राघवं वाक्यमब्रवीद शृणुत्वं नाथ यद्दृष्टमाश्चर्यमिह या दृश्यं रामत्वया चिन्त्यमानो राजेन्द्रस्त्विह चागदः सर्वाभरणसंयुक्तौ द्वौ चान्यौ च तथाविधौ द्विजानां देहसंयुक्तास्त्रयस्ते रघुनन्दन पितरस्तु मया दृष्टा ब्राह्मणाङ्गेषु राघव दृष्ट्वा त्रपान्विता चाकमपक्रान्ता तवान्तिकाद त्वया वै भोजिता विप्राकृतं श्राद्धं यथाविधि वल्कलाजिनसंविदा कथं राज्ञः पुरःसरा भवामि रिपुवीरघ्न सत्यमेददुदाहृदं कौशेयानि च वस्त्राणि कैकेय्यापहृतानि च ततः प्रभृति चैवाहम् चीरिणीदुवनाश्रयं ज्ञात्वाहं न वदे किञ्चिन्मादे दुःखं भवत्विधि नाकं स्मरामि वै माधुर्न पितुश्च परन्तप कदा भविष्यन्दीहान्दो वनवासस्य राघव यद्देवानि संराम चिन्तयन्त्याः पुनः पुनः व्रजन्ति दिवसानाथ तव पद्भ्यां शपाम्यहम् स्वहस्तेन कथं राज्ञो दास्ये वै भोजनं त्विदं दासानामपि यो दासो नोपभुञ्जीद यत् क्वचित् एतादृशी कथं त्वस्मै सम्प्रदातुं समुत्सहे या सम्राज्ञा पुरा दृष्टा सर्वालङ्कारभूषिता बालव्यजनहस्ता च वीजयन्ती नराधिपं सा स्वेदमलदिग्धाङ्गी कथं पश्यामि भूमिपं व्यक्तं त्रिविष्टपं प्राप्तस्त्वया पुत्रेण तारिदः दृष्ट्वा मां दुःखितां बालां वने क्लिष्टामनागसम् शोकस्यात् पार्थिवस्यास्य तेन नष्टास्मि राघव भवान् प्राणसमो राम न ते गोप्यं महत्विह सत्येन तेन चैवाद्ध स्पृशामि चरणौ तव तच्छ्रुत्वा राघवः प्रीतः प्रियां तां प्रियवादिनीम् अङ्गमानीय सुदृढं परिष्वज्य च सादरं भुक्तौ भोज्यं तदा वीरौ पश्चाद्भुक्ता च जानकी एवं स्थितौ तदा सा च तां रात्रिं तत्र राघवौ उदितेज सहस्रांशौ गमनाय मनो दधुः प्रत्यङ्मुखं गतक्रोशं ज्येष्ठं यावच्च पुष्करं पूर्वभागे पुष्करस्य यावत्तिष्ठति राघवः शुश्रावच ततो वाचं देवदूतेन भाषितं भो भो राघवभद्रं ते तीर्थमे दत्सुदुर्लभम् अस्मिन् स्थाने स्थितो वीर आत्मनः पुण्यतां कुरु देवकार्यं त्वया कार्यं हन्तव्या देवशत्रवः ततो हृष्टमनवीरो ह्यब्रवीलक्ष्मणं वचः सौमित्रेऽनुगृहीतोऽहं देवदेवेन ब्रह्मणा अत्राश्रमपदं कृत्वा मासमेकं च लक्ष्मण व्रतं चरितुमिच्छामि कायशोधनमुत्तमं तथेदि लक्ष्मणेनोक्ते व्रतं परिसमाप्यतु पिण्डदानादिभिर्दानैः श्राद्धैश्चैव पिता महान् पुष्करे तु तदा रामो तर्पयद्विधिवत्तदा कनका सुप्रभा चैव नन्दा प्राजी सरस्वती पञ्चस्रोता पुष्करेषु पितॄणां तुष्टिदायिनी दैन्यं दिनीं पितॄणां तु पूजां तां पितृपूर्विकां रचयित्वा तदा रामो लक्ष्मणं वाक्यमब्रवीद ये हि लक्ष्मणशीघ्रं त्वं पुष्कराज्जलमानय पादप्रक्षालनं कृत्वा शयनं कुरु संस्तरे विभावर्यां निवृत्तायां यास्यामो दक्षिणां दिशं लक्ष्मणस्त्वब्रवीद्वाक्यं सीदयानीयतां पयः नाकं राम सर्वकाले दासभावं करोमि ते इयं पुष्टा च सुभृशं पीवरी च ममाप्युद किं त्वं करिष्यस्यनया भार्यया वदसाम्प्रदम् किं वा मृदस्य वै पृष्ट इयं यास्यति ते प्रिया रक्षसे त्वं सदाकालं सुपुष्टां चैव सर्वदा पृष्टा चैषा क्लेशयदि सततं मां रघुत्तम त्वं च क्लेशयसे राम परत्र जायदे क्षतिः त्वत्कृते च सदा चाहं पिपासां क्षुधया सह संसहामि न संदेहः परत्र च निशामय मृतानां पृष्ठतः कश्चिद्गतो नैव च दृश्यते भार्या पुत्रो धनं चापि एव माहुर्मनीषिणः मृतश्च ते पिता राम त्यक्त्वा राज्यमकण्टकं विनिक्षिप्य वने त्वां च कैकेय्या प्रियकाम्यया इह स्थिता सा कैकेयी धनं सर्वे च बान्धवाः महाराजो दशरथ एक एव गदो गतिं मन्येऽहं न त्वया सार्धं सीता यास्यति वै ध्रुवं करिष्यसे किमनया वदराघवसाम्प्रदं श्रुत्वा चाश्रुतपूर्वं हि वाक्यं लक्ष्मणभाषितं विमना राघवस्तस्थौ सीता चापि वरानना यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकारः स्नात्वा भुक्त्वा ततो वीरौ पुष्करे पुष्करे क्षणौ नीत्वा विभावरीं तत्र गमनाय मनो दधुः ये ह्युत्तिष्ठज सौमित्रे व्रजामो दक्षिणां दिशम् सौमित्रिरब्रवीद्राम नाहं यास्ये कथञ्चन व्रजत्वमनया सार्धं भार्यया कमलेक्षण नान्यद्वनं गमिष्यामि नैवायोध्यां च राघव अस्मिन् वने वसिष्यामि वर्षाणीह चतुर्दश मया विना त्वयोध्यायां यदि त्वं न गमिष्यसि अनेन वर्त्मना भूप आगन्तव्यं त्वया विभो यदि जीवामि तत्कालं पुनर्यास्येऽपि दुःपुरं तपः सम्भावयिष्यामि मया त्वं किं करिष्यसि व्रजसौम्य शिवः पन्था मा च ते परिपन्थिनः पश्यामि त्वां पुनः प्राप्तं सभार्यं कमलेक्षणं पितृपैतामहं राज्यमयोध्यायां न द्राधिप शत्रुघ्नभरदौ चोभौ त्वदाज्ञाकरणे स्थितौ अहं ते प्रतिकूलस्तु वनवासे विशेषतः अनारदं दिवाचाहं रात्रौ चैव परन्तप कर्म कर्तुं न शक्रोमि व्रज सौम्य यथा सुखम् एवं ब्रुवाणं सौमित्रिमुवाच रघुनन्दनः कथं पूर्वमयोध्याया निर्गतोऽसि मया सह वने वत्स्याम्यहं राम नववर्षाणि पञ्च च न तु त्वया विरहितस्वर्गेऽपि निवसे क्वचिद या गतिस्ते नरव्याक्रममसा विभविष्यति प्रसादक्रियदां मह्यं नय मामपि राघव इदानीमर्थमार्गे त्वं कथं स्थास्यसि शत्रुहन् लक्ष्मणस्त्वब्रवीद्रामं नाहं गन्धावने पुनः लक्ष्मणं संस्थितं ज्ञात्वा रामो वचनमब्रवीद ममानुव्रजसौमित्र एको यास्यामि काननं द्वितीया मे त्वीयं सीता रामेणोक्तस्तु लक्ष्मणः गृहीत्वाद समुत्तस्थौ रामवाक्यं स लक्ष्मणः मर्यादापर्वतं प्राप्तौ क्षेत्रसीमां परन्तपौ अजगन्धं च देवेशं देवदेवं पिनाकिनम् अष्टाङ्गप्रणिपादेन नत्वा रामस्त्रिलोचनम् तुष्टावप्रयदस्थित्वा शङ्करं पार्वतीप्रियं कृताञ्जलिपुडो भूत्वा रोमाञ्चिद शरीरकः सात्विकं भावमापन्नो विनिर्धूतरजस्तमः लोकानां कारणं देवं बुबुधे विबुधाधिपम् राम उवाच कृष्णस्य योऽस्य जगतः सचराचरस्य कर्ता कृतस्य च पुनः सुखदुःखदश्च संहारहेतुरभिह्य पुनरन्धकाले तं शङ्करं शरणदं शरणं व्रजामि योऽयं सहृद्विमलचारुविलोलतोयां गङ्गां महोर्मि विषमां गगनात्पदं धीं मूध्ना दधे स्रजमिव प्रविलोलपुष्पां तं शङ्करं शरणदं शरणं व्रजामि कैलासशैलशिखरं परिगम्यमानं कैलासशृङ्गसदृशेन दशाननेन यत्पादपद्मविधृतं स्थिरतां दधार तं शङ्करं शरणदं शरणं व्रजामि येना स कृद्धनुसुधा समरे निरस्ता विद्याधरो रगगणाश्च वरैः समग्रैः संयोजिता मुनिवरफलमूलभक्षास्तं शङ्करं शरणदं शरणं व्रजामि दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपङ्क्तिमपातयच्च सस्तम्भयत्कुलिशयुक्तमधेन्द्रहस्तं तं शङ्करं शरणदं शरणं व्रजामि येन कृतोपविषयेष्वपि सकृतचित्ताज्ञानान्वयश्रुतगुणैरपि नैव युक्ताः यं संश्रिता सुखभुजपुरुषा भवन्ति तं शङ्करं शरणदं शरणं व्रजामि अत्रिप्रसूदिरविकोडि समानतेजासंत्रासनं विबुधदानवसत्तमानं यःकालकूडमपि प्रसभं सुदीप्तं तं शङ्करं शरणदं शरणं व्रजामि ब्रह्मेन्द्ररुद्रमरुतां च सषण्मुखानां दद्याद्वरं सुबहुशो भगवान् महेशः नन्दिं च मृत्युवदनात् पुनरुज्जहारतं शङ्करं शरणदं शरणं व्रजामि आराधितसु तपसा हिमवह्निकुञ्जे धूमव्रतेन मनसापि परैरगम्ये सञ्जीवनीमकथयद्भृगवे महात्मा तं शङ्करं शरणदं शरणं व्रजामि नानाविधैर्गजबिडालसमानवक्त्रायैर्दक्षाध्वरप्रमथनैर्बलिभिर्गणैन्द्रैः योऽभ्यर्चितोमरगणैश्च सलोकपालैस्तं शङ्करं शरणदं शरणं व्रजामि शङ्खेन्दुकुन्तधवलं वृषभं प्रवीरमारुह्य यः क्षिदिधरेन्द्रसुधानुयातः यात्यम्बरं प्रलयमेघविभूषितं च तं शङ्करं शरणदं शरणं व्रजामि शान्तं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानं भक्त्यानदं स्तुतिपरं प्रसभं ररक्ष तं शङ्करं शरणदं शरणं व्रजामि यः सव्यपाणिकमलाग्रनखेन देवस्तत्पं च मम प्रसभमेव पुरसुराणां ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त तं शङ्करं शरणदं शरणं व्रजामि यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरदन्द्रितात्मा दीप्तस्तमांसि नुददे स्वकरैर्विवस्वांस्तं शङ्करं शरणदं शरणं व्रजामि यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतन्द्रितात्मा दीप्तस्तमांसि नुददे स्वकरैर्विवस्वांस्तं शङ्करं शरणदं शरणं व्रजामि ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानन्ति नास्य जगद सचराचरस्य ऐश्वर्यमाननिगमानुशयेन पश्चात्ते यातनामनुभवन्त्यविशुद्धचित्ताः तस्यैवं स्तुवदो वो चच्चूलपाणिर्वृषध्वजः उवाच वचनं हृष्टो राघवं तुष्टमानसः रुद्र उवाच राम हृष्टोऽस्मि भद्रं ते जातस्त्वं निर्मले कुले त्वं चापि जगदां वन्द्यो देवो मानुषरूपधृत त्वया नाथेन वै देवा सुखिन शाश्वती समा सेविष्यं ते चिरं कालं गदे वर्षे चतुर्दशे अयोध्यामागतं त्वां ये द्रक्ष्यन्ति भुवि मानवाः सुखं तेऽत्र भजिष्यन्ति स्वर्गे वासन्तधाक्षयम् देवकार्यं महत्कृत्वा आगच्छेत्था पुनः पुरीं राघवस्तु तदा देवं नत्वा शीघ्रं विनिर्गतः इन्द्रमार्गां नदीं प्राप्य जडाजूडं नियम्य च अब्रवीलक्ष्मणं राम इदमर्पय मे धनुः रामवाक्यं तु तच्छ्रुत्वा सीतां वै लक्ष्मणोऽब्रवीद किमर्थं देवि रामेण त्यक्तोऽहं कारणं विना अपराधं न जानामि कुपितो यन्महाभुजः रामेणाहं परित्यक्तप्राणां त्यक्ष्याम्य संशयं नैव मे जीवितेनार्थो दिग्धिङ्मां कुलपांसनम् आर्यस्य येन वै मन्युर्जनितपापकारिणा कांस्तु लोकान् गमिष्यामि अपध्यादो महात्मना उभौ हस्तौ मुखे कृत्वा साश्रु कण्ठोऽब्रवीदिदं नापराध्यामि रामस्य कर्मणा मनसा गिरा स्पृष्टौ ते चरणौ देवि मम नान्या गतिर्भवेद् ततः सीताब्रवीद्रामं त्यक्त किमनुजस्त्वया वैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मीवर्धने राघवस्त्वब्रवीत् सीतां नाहं त्यक्ष्यामि लक्ष्मणं न कदाचिदपि स्वप्ने लक्ष्मणस्य मदं प्रिये श्रुतपूर्वं च शुश्रोणिक्षेत्रस्यास्य विचेष्टितम् अत्र क्षेत्रे जनाः सत्यं सर्वे हि स्वार्थतत्पराः परस्परं न पश्यन्ति स्वात्मनश्च हितं वचः न शृण्वन्ति पितुः पुत्रा पुत्राणां पितरस्तथा न शिष्या हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुः अर्थानुबन्धिनी प्रीतिर्न कश्चित् कस्यचित् प्रियः इत्येवं कथयन्नेव प्राप्तोरेवां महानदीं चक्रेऽभिषेकं काकुस्तः सानुजः सह सीतया तर्पयित्वा च सलिलैः स्वान् पितृन् दैवतान्यपि उदीक्ष्य च मुहुः सूर्यं देवताश्च समाहितः कृताभिषेकस्तु रराज रामसीता द्वितीयः सह लक्ष्मणेन कृद्धाभिषेकः सह शैलपुत्र्या गुहेन सार्धं भगवानिवेशः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे मार्कण्डेयाश्रमदर्शनं नाम त्रयस्त्रिंशोऽध्यायः ॐ